नमस्ते, यथा विद्याभगिन्या विदितम् अधुना परस्मैपदी सिद्धप्रत्ययानाम् पुनरवलोकनं कृत्वा यदा समयमस्ति चेत् आत्मनेपदी लट् लोट् एतेषां पुनरावर्तनं कुर्मः। तत्कारणात् पूर्वतनकरपत्रात् सिद्धतिङ् प्रत्यया प्रथमभागस्य उद्घाटयित्वा तत्र लट् परस्मैपति सिद्धप्रत्ययानाम् अवलोकनं प्रथमं कुर्मः। तत्र विनोद् महोदय, प्रथमपुरुष त्रीणि एकवचन द्विवचन बहुवचन सिद्धतिङ् प्रत्ययान् परस्मैपति धातूनां सिद्धतिङ् प्रत्ययानां सिद्धि कथं भवति इति वदति वा? प्रबन्ध महोदय, विनोद् वा विनय? विनोद् महोदय, विनय महोदय, विनय महोदय, विनय, विनय अस्मि, विनय कोऽपि चिन्ता नास्ति। अत्र वयं लट्लकार सम्बन्धे वदामः। प्रथमतया मूलप्रत्ययः कः? परस्मैपदी मूलप्रत्ययः अदन्त अन्तर्भूतः कः? तिप्तस् झि, सिप्तस्थ, मिक् वस् मस्। अतः यदि वयं प्रथमपुरुष एकवचन सम्बन्धे पश्यामः तर्हि तिप् पकार इत् भवति, अत्र पित् अपि भवति, वयं जानीमः, तर्हि ते अवशिष्यते। द्विवचन तस् अस्ति, अत्र न वक्तौ तस्माधारेण स प्रभावः कोऽपि नास्ति, अतः तिष्ठति। तिप् तस् झि तीतः, तदनन्तरं झि आयाति, झि झोन्तः सूत्रस्ति, अधारेण झ योगात् इ, न झ अर्थ अर्थ अस्ति अन्त, स हलन्त, योग इ अथ अन्ति भवति। अत्र तदनन्तरं महोदय, द्विवचने तत्ति अन्तिमरूपं किमस्ति? न, त्वः पीता अन्ति, कोऽपि चिन्ता नास्ति, सजर्षरुह ऋत्वं विसर्गं भवति तर्हि एव तः आयाति, तयाति। तदनन्तरं सिप् आयाति, सिप् अतीतान्ति, अत्रापि पित् भवति परन्तु प इत् भवति, सि अवशिष्यते, सि थः थः थः थः समान अपि न भक्तौ तस्मा कोऽपि प्रभावः नास्ति, अतः थः ससजुषरुह ऋत्वं विसर्ग भवति, थः आयाति। तदनन्तरं थ आयाति, स्थस्थाने कोऽपि कोऽपि सूत्र नास्ति, अतः थ तिष्ठति, सो तीतः अन्ति, सीत थ, मे वः मः। इदानीं व्यवस्था अस्ति मे स्थाने, यदि धातुः अस्ति भव तर्हि भवामि, भवावः, भवामः भवन्ति। अत्र दीर्घो यहि सूत्राहं केवलं स्मरणं करोमि, सूत्र अस्ति आत् दीर्घो यहि, तो यहि सूत्राधारेण अत्र यहि सूत्राधारेण अत्र अत्र आयाति, केवलं केवलम् अहं केवलं स्मरणामि एकक्षण, अत्र भवति तत्र अदौ दीर्घो क्षम्यतां क्षम्यतां दीर्घत्वं भवति दीर्घ शब्द सूत्र अन्तर्भूतः अतः दीर्घं भवति दीर्घकस्य अ आ भवति स्वर न ह्रस्व दीर्घ भवति तर्हि एव भवामि भवति भवावः भवति भवामः भवति धन्यवादः महोदय तत्र अग्रे गच्छामः न तत् तदनन्तरं धन्यवादः महोदय धन्यवादः अरुणा भगिनी लोट् लकारस्य रूपाणि वदति वा सिद्धति रूपाणि कथं सिद्धयति लोट्लकारे तद् तु आतां तात् तु तात् आताम् अन्तु प्रत्ययः नास्ति अत्र तात् च अन्यप्रत्ययः अस्ति तं ता आने आवामूलप्रत्ययाः सिद्धप्रत्ययाः प्रथमं तु इति टित् अस्ति टिप् स्थाने तु आगच्छति एरुः इति सूत्रेण महोदय एरुः इति सूत्रेण न तत् प्रथमं एरुः इति स्थानेन उकारस्य ईकारस्य स्थाने उकारादेशः तदनन्तरं तामिति अन्यप्रत्ययः अत्र अन्यसूत्रं तुह्योस्तातं तुस्योतातं अशिष्यन्यतरस्यां यदि आशिष आशिविवक्षायां तात् इति विकल्पेन विधीयते तातङ्गादेश धन्यवादः महोदय तामत्र तस्थां इति आदेशः भवति प्रथमपुरुषमध्यवचनं द्वितीय मध्यमपुरुषद्विवचनं प्रथमपुरुष एकवचनं तां तं ता आम् अम् आगच्छति अन्यत्र बहुवचने अत्रापि प्रथमं जोन्तः अन्ति अस्ति तद् एरुः इति सूत्रेण इकारस्थाने उकारः आगच्छति मध्यमपुरुषे सिप् अस्ति मूलप्रत्यय सेर्यपिच्छ इति सूत्रेण सकार अपित् अस्ति केन सूत्रेण लोपः भवति महोदय अतो एः अङ्गम् अदन्तम् अस्ति चेत् लोपः भवति तां तम् अत्रापि तामिति सूत्रेण तम् आगच्छति तास्थाने अपि तदे सूत्रेण एव सा आगच्छति अत्र बहुवचने किमस्ति अत्र पितस्ताम् किं तस्तां तस्तस्तमिपां तां तद् नाम इति सूत्रेण आगच्छति उत्तमपुरुषे उत्तमपुरुषे आमि न तामि अत्रापि मूल मूलप्रत्ययः सिद्धप्रत्ययः इति वद सिद्धप्रत्ययः मूलप्रत्ययः मिप् अस्ति परन्तु आनि इति सिद्धप्रत्ययः आम् कथं सिद्ध्यति करपत्रं नास्ति वा करपत्रं नास्ति महोदय केवलं द्वितीयकरपत्रम् अस्ति गोमति तत् गोमति भगिनी वदतु धन्यवादः भगिनि वदामि महोदय लोट्लकारे सिद्धप्रत्ययाः सन्ति आनि आवा आमा इति परस्मैपदे लोट्लकारे प्रत्ययः भवति हानि आवा आमा प्रथमं हाड् उत्तमस्य पिच्च इति सूत्रेण तत्र हाट् आगमः भवति लोट्लकारस्य उत्तमपुरुषस्य प्रत्ययानाम् आट् इति आगमः भवति तत् इति सूत्रं पिच्च इत्युक्ते पिच्च इत्युक्तपत् तत् अतिदेशसूत्रमपि भवति अतः तद् पित् अपि अस्ति पूर्वमेवं मिप् अस्ति तत्तु पित् एव परन्तु अन्यप्रत्ययः अपि नास्ति पित् भवति इति वक्तुम् अत्र पिच्च इति अपि योजयितम् आड् उत्तमस्य पिच्च लोट्लकारस्य उत्तमवर्षस्य प्रत्ययानाम् आठ् आगमः भवति इति अनन्तरं नित्यं नितः इति एकं सूत्रम् आगच्छति तत्र अपि नित्सु लकारेषु किन्तु किन्तु भगिनि मिप् कथं मकारस्य स्थाने मिप् इति आनी भवति न अहं वदामि महोदय तदेव अहं नित्यं नितः इति एकं सूत्रमस्ति सूत्रं वदति नित्सु नित्तलकारेषु उत्तमपुरुषस्य अन्तिम सोरि मेर्निः सोरि महोदय तदेव चिन्तयामि मेर्निः मेर्निः इति सूत्रं विस्मरितवती सोमनि प्रक्रिया महोदय ऐ एम् टोटलि कन्फ्यूस्ड् एनिवे मेर्निः इति सूत्रेण मकारस्य स्थाने नि आगच्छति आनि इति भवति नित्यं नितः इति सूत्रेण तत्तु नित् लकारेषु एव भवति परन्तु लोटो लङ्वत् इति सूत्रेण एतत् लोट् प्रत्ययः लोट् लकारः नित् इव कार्यं क्षेत्रे भवति अतः नित्यं नितः सूत्रम् इदानीं कार्यं करोति सो नित्यं नितः अनन्तरम् आड् उत्तमस्य पिच्च नित्यं नितः किं करोति नित्यं यतः तस्य कार्यं भवति सकारस्य लोपः भवति नित्यं लोपः एकवचने सकार एकवचने मेर्निः एव सूत्रं मेर्निः आडुत्तमस्य पिच्च सूत्रद्वयस्य कार्यं भवति अतः आनि इति अनन्तरं नित्यं यतः इति सूत्रेण वस् मस् तत्र सकारस्य लोपः भवति नित्यलकारेषु उत्तमपुरुषस्य स्थाने सकारः अपगच्छति आक्चुलि सकारस्य न विभक्तौ तु स्मः इति सूत्रेण निषेधसूत्रेण तस्य सकारस्य लोपः न भवति परन्तु नित्यं यतः इति अपवादसूत्रेण सकारस्य लोपः भूत्वा केवलं वा मा एव तिष्ठतः अनन्तरं तत्रापि आदुत्तमस्य पिच्च इति सूत्रस्य कार्यं भवति आट् आगमः भवति आद्यन्तौ शक्तितौ इति सूत्रेण प्रत्ययस्य आदौ भवति आड् आगमः अतः आव इति भवति अनन्तरं मकारस्य विषये अपि तत्र सकारः भवति नित्यं यतः सूत्रेण आट् आगमः भवति आड् उत्तमस्य पिच्चैः सूत्रेण अतः आम इति भवति आनि आव आम इति मूलसिद्धप्रत्ययः. नवप्रत्ययानां रूपं वदतु. सिद्धप्रत्ययानां लट् लकारस्य तदनु तु तात् तां सन्तु शून्यं तात् तं ता तानि आवर्तम. सम्यक्, धन्यवादः भगिनि. धन्यवादः महोदय. जयलक्ष्मी भगिनी. महोदय, एकः प्रश्नः, कथं स्मरते भवान् इति मम प्रश्नः. अहमपि विस्मृतवती किञ्चित्. अन्तिमरूपं मनसि आगच्छति चेत् यदि भवती जानाति कुत्र आत्मनेपदिरूपाणि एव मनसि अस्ति, तत्र तु परस्पदिरूपाणि तु अपगच्छति अपगतवती तत्र तु सर्वम् अन्तिमरूपं मनसि स्थापयित्वा एव तस्य मूलरूपं जानाति रूपमपि तयोः मेलनं कथं भवति, कथं मूलत्वं प्रत्यय कथम् अन्तिमरूपं सिद्ध्यति इति मनसि चिन्तयति चेत् तत्र मिप् अस्ति, मिप् अस्ति तत्र पकारस्य रूपं भवति इति जानीमः, किन्तु मि कथम् आनि भवति इति अन्तिमसूत्रम् अन्तिमसूत्रं स्मरामि चेत् सम्यक् भवति इति मम चिन्तनं. यत् अन्तिमसूत्रम् अस्ति यत् परिवर्तनं भवति आडुत्तमस्य अपि च अपि च मेर्नि एव सूत्रद्वयमेव कार्यं करोति, अतः तत्रैव तत्रैव. परन्तु तत्र अन्यः सूत्राणि अपि अन्यानि सूत्राणि अपि सन्ति, तत् प्रबाद्य यत् प्रबाद्य एतस्य प्रबाद्य तस्तस्थं सर्वेषाम् अवगमनं तु तत्र प्रक्रियावसरे चिन्तनीयं, किन्तु सिद्ध्यर्थं तयोः प्रामुख्यं नास्ति. समीचीनं, तदेव कुर्मः. समीचीनम्, अन्तिमसूत्रं वदामः. किमस्ति रूपमस्ति न सिद्धरूपमेव न. समीचीनं, तत् कारणं कानि सूत्राणि विधीयते तदेव चिन्तनं कुर्मः. पूर्वपरा चिन्तनं प्रक्रियावसरे चिन्तयति चेत् अवश्यं, किन्तु एकवारं तत् जानाति चेत् तयोः आवश्यकता नास्ति. समीचीनं, तदेव कुर्मः. अस्तु, अस्तु महोदय, धन्यवादः. जयलक्ष्मी भगिनि, लक्ष्मी भगिनि, जय लोट् लङ् लकारस्य लङ् लकारस्य रूपाणि वदतु. भवती लङ् लङि च मूलतिङ् मूलतिङ् प्रत्ययः तु तिप्तश्चि तिप्तस्थ मित्पस्मस्थ. तेषां सिद्धतिङ् प्रत्ययानां परिवर्तनं यदा भवति तथा त् ताम् अन् स् तं ता अं वा मा इति सिद्धतिङ् प्रत्ययाः आगच्छन्ते. तत्र प्रथमपुरुष एकवचने ततपूर्वं लङ् लकारेषु लिङ् लिङ्सु ङित्सु निगित्सु लकारेषु किं भवति इति चेत् केचन कानिचन सूत्राणि भवन्ति, ते इतश्च तस्थस्थमीपां तान्तं तामः नित्यं ङितः एतानि सूत्राणि ङित्सु लकारेषु भवन्ति एव, अतः अत्र च तस्य कार्यं प्रवर्तन्ते. अत्र प्रथमपुरुषे एकवचने ति इत्यकारः दृश्यते, तत्र इतश्च इति सूत्रेण इकारः लोपः भवति, त् इति एव तिष्ठति. तदा एव बहुवचने च जि इत्यत्र इकारस्य स्थाने इकारः लोपः भवति, पुनः ज्योन्तः इत्यनेन अन्त् इति भवति. तत्र पुनः संयोगान्तस्य लोपः इत्यनेन अन्तिम संयोगस्य अन्तिमतकारस्य लोपः जायते, अतः केवलम् अन् इति एव तिष्ठति. द्विवचने तु तस्थस्थमीपां तान्तन्तामः इत्यनेन ताम् आदेशः तस् इत्यस्य स्थाने ताम् आदेशः, तदा एव धस् इत्यत्र मध्यमपुरुष द्विवचने मध्यमपुरुष बहुवचने था इत्यस्य स्थाने अपि ता इति आदेशः भवति. पुनः एकवचने किम्? हा, एकवचने तु स् इति एव तिष्ठति, सिप् इति भवति, तत्र च इतश्च इत्यनेन इकारलोपः, ततः परं तावदेव तदेव तिष्ठति. तत्र विसर्गः आदेशः भवति, तत्र पुनः सकारस्य स्थाने रुः, ततः परं रुः इत्यस्य स्थाने विसर्ग आदेशः अपि भवति, किन्तु स् इति एव दृश्यते तत्र सिद्धतिङ् प्रत्यये. तं तासु आदेशः भवति तस्थस्तमीपान्तान्तन्तामः इत्यनेन. उत्तमपुरुषे च तत्र मिप् इति अस्ति, तत्र इतश्च आगच्छति, किन्तु तत्र तस्थस्तमीपान्तान्तन्तामः इत्यनेन मिप् इत्यस्य स्थाने अम् आदेशः भूत्वा अम् इति एव तिष्ठति. वस्मस् इत्यत्र नित्यं नितः इत्यनेन उत्तमपुरुषस्य प्रत्ययस्य सकारस्य लोपः जायते, केवलं वा मा इति एव तिष्ठति. सम्यक्. तत्र मम प्रश्नः अस्ति भगिनी, भगिनी उक्तवती मध्यमपुरुषे एकवचने स इति विसर्गः भवति. विसर्गः कथं, कुत्र विसर्गः कुत्र भवति? प्रत्ययास् अवस्थायां भवति वा पदावस्थायां भवति वा? सिद्धतिङ् प्रत्ययः तु स् इति एव, किन्तु तत्र यदा वन्द् इति स्वीकुर्मः चेत् न क्षम्यता, वन्द् नास्ति, पठ इति स्वीकुर्मः चेत् पठस् इति रूपं भवति, तत्र सकारस्य स्थाने रुः आदेशः सज्जशोर्तेन पदनिर्माणावसरे एव कार्यं करोति न? सत्यं सत्यं. सिद्धसिङ्ग् प्रत्यावसरे तस्य उल्लेखः कर्तुं नास्ति, तथा यतोहि तत्र स् इति एव दृश्यते, तथापि तत्र स् इति तत्र रूपे तु न दृश्यते इति उक्तवती तावदेव. प्रत्ययः तु पदान्ते इति तयोः प्रसक्ति किमस्ति चेत् तत् स् तयोः विशिष्टसंज्ञा अपि अस्ति प्रत्ययप्रक्रियावसरे. अपृक्तसंज्ञा इति वा? आम्. यदि यदि अधुना सक विसर्ग क्रियते चेत् तत्र अपृक्तसंज्ञा अपगच्छति, न भवति. हा, सत्यं सत्यं. हा, न तादृशं नास्ति, केवलं तस्य प्रत्ययावसरे स एव उक्तम् इति चेत् सम्यक् भवति. हा, सत्यं सत्यं. सिद्धतिङ् प्रत्यय प्रत्ययेषु मध्ये स् इति एव तिष्ठति, यतोहि अत्र प्रक्रियाकाले तु यत्र धातोः योजनम् अङ्गस्य योजनं भवति, तदा तस्मिन् समये तु सकारस्य अपृक्तरूपेण किं कुत्रचित् कार्यं करोति वा, विसर्गं भवति वा इति अन्यविषय. अस्तु अस्तु, धन्यवादः भगिनि. धन्यवादः महोदय. मीना भगिनी, विधिलिङ्ग् विधिनिमन्त्रण आमन्त्रणादीष्टसम्प्रदानप्रार्थनेषु लिङ्ग् तस्य सिद्धरूपाणां मूलरूपं सिप्तश्चि सिप्तस्य बिग्बस्मास् सिद्धरूपं सिद्धरूपम् इत्युः इत्युः इह इतम् इत इयम् इव इम इति भवितव्यम्. इदानीं तिप् इत् भवितव्यं. लिङ्गः सियु टिप् प्रबाद्य यासु परस्मैप्रदेशुदातो यत्तः इति सूत्रेण यास् इति यासुट् इति टिप् तस्मात् तिप् तिप् प्रत्ययस्य आदौ भवति, यास् योगः ति भवति. तदनन्तरं लिङ्गः सलोपो अनन्तस्य इति सूत्रेण सकारः लोपः, या योगः ति भवति. या योगः ति, इतश्च इति सूत्रेण ति इति इकारः लोपः, यात् भवति. यात् भवति. अतो येयः इति सूत्रेण या आकारस्य इ भवति इति भवति व्यकारलोपः वलादो प्रत्यये परे लोपो व्योवलि इति सूत्रेण इत् भवति अन्तिमरूपम् इत् भवति सम्भव सम्भव तदनन्तरं प्रथमम् इतश्च इति कृत्वा प्रथमं पकारस्य इत् लोप तदनन्तरं सर्वप्रथमम् इतश्च करणीयं तत्कारणात् इति अवशिष्यते तत् तत्र यासुट्टागम तत्र यासुट्टागमस्य यास् इति यास् योगः त इति अवशिष्यते तत्र यास् स्थाने तत्र इ आदेश तदनन्तरं लोपोर्व्योबलि तदनन्तरम् इतां भवितव्यं तस्य इतां भवितव्यं तत्रैव यास् यासुटागमः यास् योगः तस् यास् योगः तस् लिङ्गस्वलोपो अनन्तसूत्रेण सकारः लोपः या योगः तस् तत्र या लोकः तस्तस्तमिपां तां तं तमामः इति सूत्रेण तस्थाने तां भवति अत्र कार्यं करोति वा या योगः आगच्छति सम्यक् आगच्छति अतो येयः तदनन्तरम् ई आगच्छति ई तां लोपोयोगले इति इताम् अनन्तरं तिप्तस् जि जि जि इयुः भवितव्यं यासुट् आगमः पुनरपि यास् योगः जि लिङ्गस्वलोपेति अनन्तस्य इति सूत्रेण या योगः जि तदनन्तरं जेर् ज्यूस् इति सूत्रेण या योगः उस् भवति जेः ज्यूस् इति सूत्रेण या योगः उस् या अतो येयः इति अनन्तरं या स्थाने इ भवति इ योगः युस् इयुस् भवति सजसो रुः करवसाने विसर्जने सूत्रेण इयुः भावयति यकारस्य लोपं कथं भवति यकारस्य लोपोव्यवलि महोदय तत्र यासुट् क्षम्यतां महोदय तत्र यासुट् इत्यस्मिन् सकारः केन सूत्रेण अपगच्छति तत्र करपत्रे किं दत्तमस्ति करपत्रे अस्ति महोदय अन्ते अस्ति यास् यास् अतः अङ्ग अन्देन् यास् अन्देन् अण्ड् अण्ड् सकार रुः ससजुषो रुः अन्देन् देन् दट्ट रकार बिकम्स् यकार बै भो भगो अगो अपूर्वस्य यो अशि बिकास् इज् इस् फालोयिङ्ग् उषा भगिनी तस्य प्रक्रिया तदेव नास्ति अत्र सूत्रस्य किमस्ति यासुट् परस्मैपदेषु नित्यदिनेन यासुट् आगमः भवति यास् इति यास् योगः यास् योगः जि आयाते न इतश्च इति सर्वप्रथमम् इतश्च इति सूत्रेण झकारस्य इ लोपो भवति तदनन्तरं जेर्जुस् इति सूत्रेण जुस् आगमः भवति तत्र झसाने जुस् इति आदेशः भवति तदनन्तरं जकारलोपः चुटु इति अनेन जकारस्य इत्संज्ञा भूत्वा तस्य लोपः भवति जकारस्य सकार तिष्ठति उस् तिष्ठति जुस् इति स्थिते जकारस्य लोपानन्तरम् उस् तिष्ठति अधुना यासुट् परस्मैपदेषु ङिच्चु इति सूत्रेण यासुट् आगमवर्ति यास् योगः उस् इति स्थि इति आगच्छति तत्र यास् योगः उत् इति तत्र यका यास् इति सकारस्य लोपा महोदय करपत्रे दत्तं महोदय यास् बिकम् ससजुषो रुः ससजुषो रुः अन् देन् यारु अन् देन् भो भगो अगो अपूर्वताये करपत्रे गिबन् करपत्रे इट्स् गिबन् महोदय दत्तं लोपो व्योर्बलि अण्ड् देन् अतो येयः अण्ड् देन् यास् करपत्रे अहं दृष्ट्वा एव वदामि महोदय दत्तं सदसौरुः इत्येन अपूर्वस्य भो भगो अगो अपूर्वस्य यो अशि इति सूत्रेण याय् भवति याय् योगः ईज् अनन्यकारलोपः बै लोपशाकल्यस्य देन् नो नो नो विदिलिङ्ग् अत्र ऐं दृष्ट्वा अहं करपत्र इत्यस्मिन् प्रसङ्गे अस्ति अतो येयः ओन्लि वर्क्स् हियर् या अतो येयः ब्रिङ्ग्स् इय् भगिनी कुत्र अस्ति भगिनी कस्मिन् करपत्रे अस्ति फोर् तिङ्ग् प्रत्ययः करपत्रे दत्तं फोर् फोर् फैव् नम्बर् फोर् अहमपि पठामि करपत्रे अस्ति तत् सूत्रं भिन्नम् अस्ति न लिङ्गः अन्यत् सूत्रमस्ति तस्मात् कारणात् तत्र दट् इस् नो नो यास् इट्स् गिवन् यास् बिकम्स् भवति यारु भवति तदनन्तरं भो भो अपूर्वस्य योषि योषि इत्यनेन अशि परे या अशि परे बिकास् ई आदेश इस् कमिङ्ग् अतो येयः इत्यनेन जि आदेशः भवति अशि या सो अतः अतः अङ्गम् अन् देन् याय् अन् देन् लोपशाकल्यस्य इत्यनेन यकारलोपः देन् या योगः इय् एव भवति विकल्पेन विकल्पेन नो नो देर् इस् नो विकल्प देर् देर् इस् विकल्प लोपशाकल्य इस् विकल्प बट् अवर् विवक्षा इस् इति तां युयुः रैट् देन् ऐ डोण्ट् नो देन् ऐ केन् या योगः सो या योगः तु ऐ मीन् ऐ एम् ओन्ली लुकिङ्ग् अट् प्रथमपुरुष एकवचनं या योगः तु इति स्थिते या नौ इय् आदेशः भवति ई योगः तु इत् एव भवति सो दट् इस् फार् एव्रिथिङ्ग् सो या एव जेर्जुस् अनन्तरं वा भगिनी कुत्र अस्ति जेर्जुस् अनन्तरं जस्ट् बिफोर् आत्मनेपति इत्यस्मिन् लोट् लकारस्य पूर्वमस्ति वा यासु परस्मैपदेषु उदात्तो निच्च उषा भगिनी पठति वा तत्र महोदय पठतु अण्डर् विदिलिङ्ग् महोदय अण्डर् विदिलिङ्ग् जस्ट् बिफोर् आत्मनेपति स्टार्टिङ्ग् सेकेण्ड् नेक्स्ट् करपत्रं वा नो नो महोदय फोर् फैव् नम्बर् फोर् नम्बर् फोर् महोदय नम्बर् फोर् जेर्जुस् सूत्र जेर्जुस् यासु परस्मैपदेषु अतो येयः लोपो व्योर्बलि अण्ड् देन् ससुजु यास् यास् एतत् पठितवन्तः भगिनी वयं अहं किञ्चित् पठामि अत्र एतद् विधिलिङ्ग् सिद्धप्रत्ययाः इत् इतां यु इतम् इत इयम् इव इम झेर् जुस् लिङ्लकारस्य झि इत्यस्य स्थाने जुस् आदेशो भवति झेः षष्ट्यन्तं जुस् प्रथमान्तं द्विपदमिदं सूत्रं झोन्तः इत्यस्य अपवादः लिङः सीयुट् इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लिङः लस्य झेः जुस् यासुट् परस्मैपदेषु उदात्तो निच्च लिङ्लकारस्य परस्मैपदी प्रत्ययानां यासुट् आगमो भवति स च आगमो ङिद्वत् भवति विधिसूत्रम् अतिदेशसूत्रं च लिङः सीयुट् सामान्यसूत्रं किन्तु अनेन आत्मनेपदानाम् एव कृते इत्यस्य अपवादः आद्यन्तौ टकितौ इत्यनेन यासुट् प्रत्ययात् प्राक् आयाति यासुट् किमर्थम् आद्यन्तौ टकितौ इत्यनेन टकारस्य प्रत्ययस्य प्राक् आयाति यासुट् प्रथमान्तं परस्मैपदेषु सप्तम्यन्तम् उदात्तः प्रथमान्तं नित् प्रथमान्तं च अव्ययपदम् अनेकपदम् इदं सूत्रं लिङः सीयुट् इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लिङः लस्य परस्मैपदानां यासुट् उदात्तः नित् च अग्रिमं सूत्रम् अतो येयः अदन्तात् अङ्गात् सार्वधातुकप्रत्ययस्य यास् आगमस्य स्थाने इय आदेशो भवति तदन्तविधिः येन विधिस्तदन्तस्य इत्यनेन अदन्तात् अङ्गात् अतः पञ्चम्यन्तं या लुप्तषष्ठीकं पदम् इयः प्रथमान्तम् इय योगः अकारः उच्चारणार्थम् त्रिपदम् इदं सूत्रं रुधादिभ्यः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अत्र पञ्चम्यन्तं भवति अङ्गात् इति अनुवृत्तिसहितसूत्रम् अतः अङ्गात् सार्वधातुकस्य या इत्यस्य स्थाने इयः अग्रिमं सूत्रं लोपो व्योर्वलि वल् प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति व च य च व्यौ इतरेतरद्वन्द्वः तयोः व्योः लोपः प्रथमान्तं व्योः षष्ट्यन्तं वलि सप्तम्यन्तं त्रिपदम् इदं सूत्रं सूत्रं स्वयं सम्पूर्णं व्योः लोपः वलि अत्र अतो येयः येयः इति रूपस्य संरचनाविषये इतोपि वक्तव्यं या योगः इयः इति अस्ति या लुप्तषष्टिकं पदम् इति उपरि दत्तं यासः तु यास् आगमस्य षष्टिविभक्त्यन्तं रूपम् अभवश्यत् यासः इयः इति अधुना यासः इत्यस्य षष्ट्यन्तलोपार्थम् एकं सूत्रम् अस्ति सुपां सुलुक् पूर्वसवर्णाच्छेयाडाड्याजालः येन छन्दसि नाम वेदे एतादृशलोपः अथवा लुक् लुक् कीदृशः लोपः इत्युक्ते लुक् विधीयते अष्टाध्यायीसम्बन्धे छन्दोवत् सूत्राणि भवन्ति इति मत्वा अस्य सूत्रस्य प्रसक्तिः भवति अत्रैव. तर्हि अधुना षष्ट्यर्थे यास् इत्येव भवति, तद् अनन्तरं यास् ससजुषो रुः इत्यनेन पदान्ते स स्थाने रु आदेशः, यारु भो भगो अघो अपूर्वस्य योषि इत्यनेन अशि परे अवर्णात् उत्तरस्य रुस्थाने यकारादेशः, याय लोपः शाकल्यस्य इत्यनेन अशि परे अवर्णपूर्वकस्य पदान्तयकारस्य विकल्पेन लोपः, या इति एव तिष्ठति. इदमपि वाच्यम् अन्तिम इदमपि वाच्यं यत् बहुकालात् वैयाकरणानां विवादः प्रवर्तते अस्मिन् विषये. केचन वदन्ति यत् यः एव यास् इत्यस्य षष्ठीविभक्त्यन्तं रूपं, यथा द्वितीयाविभक्तौ बहुवचने विश्वपा योगः शस्, विश्वपा योगः अस्, आतो धातोः इत्यनेन आलोपः, विश्वप् योगः अस् विश्वपः इति रीत्या पदस्य आलोपः भवति. एवं चेत् तर्हि यास् योगः इयः, यः योगः इयः, विसर्गसन्धि य योगः इयः. साधारणतया अत्र गुणसन्धिः आद्गुणः न भवति, यतोहि विसर्गसन्धिः असिद्धः भवति पूर्वत्रासिद्धम् इत्यनेन. परन्तु अस्मिन् पक्षे ते वैयाकरणाः वदन्ति यत् अत्र गुणसन्धिः भवति. आहा इष्टम्. पुनः अन्ये वैयाकरणः वदन्ति यत् सूत्रं स्वयम् अतो या सीयः इत्यस्ति, न तु अतो येयः, या सीयः इत्यस्ति, न तु अतो येयः. अत्र यासीयः इति षष्ठी तत्पुरुषसमासः. अत्र किञ्चित् सूत्रे तत्र भगिनी, परन्तु मया किम् अवगतम् अत्र अतो ये सूत्रस्य छन्दोवत् भूत्वा तस्य ये यः ये तत्र सकारस्य उल्लेखनमेव नास्ति यासः इति. अतो ये सूत्रे किं यास सकारस्य उल्लेखनं नास्ति इति कारण इति एव भो भगो पूर्वस्य सजुषोरु इत्येतानां विवरणं दत्तमस्ति. किन्तु प्रक्रियावसरे यासुट् इति अस्ति चेत् तकारलोपानन्तरम् इति भूत्वा यास् एव अवतिष्ठति. तत्र तु अतो ये इति सूत्रेण सूत्रे छन्दोवत् भवति कृत्वा प्रक्रियां छन्दोवत् न भवति न. तत्र यास् तत्र यास् योगः उस् इति स्थिते तत्र तु यथा मीना भगिनी उक्तं लिङ्गसलोपानन्दस्य इत्यनेन सकारस्य लोप एव प्रक्रिया भवितुमर्हति इति कृत्वा या योग उस् भवति. तदनन्तरम् अतो ये इत्यनेन या स्थाने ई आदेशः भवति इति कृत्वा. महोदय लिङ्गसलोपानन्त्यस्य इस् ओन्लि गिवन् फार् आत्मनेपति विधिलिङ्ग् अत्र करप न ऐ दट्स् हौ ऐ हव् आल्सो स्टडीड् सुलोपो अनन्त्यस्य भट्ट अत्र सकारलोपः आत्मनेपति विधिलिङ्ग् एव सीयुट् आगमे एव लिङ्गसलोपनन्त्यस्य दत्तं अत्र करपत्रे दट्स् हौ इट् इस् गिवन् करपत्रे सजुषोरु उषा भगिनी करपत्रे भो भगो पूर्वस्य एवं ततो अतो ये किं छन्दोवत् भवति इति स्थापनार्थम् एव तेषाम् उल्लेखः कृतमस्ति. प्रक्रियायां विषये एव नास्ति इति मया चिन्तनम्. प्रक्रिया तत्र दत्तम् एवं नास्ति न अतो ये सूत्रे किं अतो यासीया इति न उक्तम् इति पूर्व इति सिद्ध्यर्थम् एव तस सजुषो रूपो भगव पूर्वस्य यश्चि इति दत्तमस्ति. किन्तु प्रक्रियावसरे अतो ये इति सूत्रमेव कार्यं करोति न आम् महोदय. अतो ये इस् आल्वेस् देर् अतो ये बट् अत्र कथम् आगतम् इत्यस्य सकारलोपः कथं सकारलोपं केवलं लिङ्गस्थलोपानन्दस्य इत्यनेन सकारलोपः इति एव कृतमस्ति. तत्र पूर्व आत्मनेपदि एव परस्मैपदि नास्ति इति कुत्रापि न उक्तं न उक्तं महोदय. बट् अत्र करपत्रे अस्माकं करपत्रे दिस् इस् दत्तम् अस्ति यास् बिकम् भो भगो अगो इत्यनेन सकारलोपः. अतो ये सूत्रे अतो येयः या बिकास् आफ् अतो येयः इस् देर् अलोन् दट् ईय इस् द वन् दट् इस् अशि यास् योगः ईय बिकास् आफ् ई अलोन् अशि इस् देर् दट् इस् वै भो भगो अगो दे केन् अप्लै. सो नास्ति भगिनि तदा नास्ति अतो येयः इत्यस्मिन् सूत्रे या योगय्यः इत्यस्मिन् प्रसङ्गे अत्र उक्तमस्ति कथं यास् इत्यस्य या आगतम् इति उक्तं तस्य विवरणमस्ति. जस्टिफिकेशन् फार् या नाट् इन् द प्रक्रिया इन् द प्रक्रिया प्रक्रिया यु कान् यूस् सजुषो रू एण्ड् भो भगो पूर्वस्य या बिक देर् आल् तत् पद बट् अत्र त्रिपादीसूत्र अस्ति नो आं महोदय या या फर् पद या अतो येयः सूत्रे स्वल् स्वल्पविवरण चेत् वयं वैयाकरणाः नास्ति अपि तु वाक्यमस्ति अनन्तङ्गात् सार्वधातुकप्रत्ययस्य यास् आगमस्य स्थाने इय आदेशः भवति. वयं यासेव स्वीकर्तुं चेत् इय आदेशः भवति स्वल्पविवरणप्रक्रियासमये. वयं वैयाकरणाः नास्ति ततः सकार किमर्थं लोपः भवति न आवश्यकम्. सकारलोप भवति चेदेव सूत्र प्रक्रिया भवति भगिनि. सकारलोप कथं भवति इति चिन्तनीयम्. छन्दस्कृते इति उक्तवती विद्या भगिनी यत्र तत् सूत्रस्य विषये तत्र सूत्रस्य सूत्रस्य विषये उक्तं प्रक्रियाविषये न उक्तम् न प्रक्रियाविषये न उक्तं तत्र तु सूत्रस्य दिशे एव दत्तमस्ति अतो येः इत्यस्मिन् तत्र या इति अस्ति न या इत्यस्माने स्थाने यः भवति तत्र यत् जयलक्ष्मीभगिनी उक्तवती तदेव समीचीनमस्ति. अहम् अतो ये सूत्रं किं वदति सर्वधातुके अनुवृत्तिः भवति अङ्गस्य अधिकारः अस्ति इति कृत्वा अतः लिङ्गः याः इय सर्वधातुके इति अनुवृत्तिसहितसूत्रम् अवर्णात् परस्य अवर्णात् परस्य सर्वधातुक लिङ्ग् लिङ्ग् लकारस्य प्रत्ययस्य यास् इत्यस्य या इत्यस्य इय आदेशः भवति. तत्र या इति प्रथमं कथं भवति इति एव अत्र चिन्तनीयम्. यास् इति स्थिते सकारस्य लोपं केन कारणेन भवति इति चिन्तयितं चेत् सलोपानन्द सूत्रमेव कार्यं करोति न सलोप एतत् लिङ्गसलोपानन्दस्य लिङ्गसलोपानन्दस्य इति इत्यनेन सकारस्य लोपः भवति. तदनन्तरं या तिष्ठति अत्र या स्थाने ई आदेशः भवति अतो ये इति सूत्रेण समीचीनम्. किन्तु अत ये ये सूत्र छन्दवत् भवति कृत्वा ससजुषौ भोभगौ पूर्वस्य तत् तत् सर्वं लिखितमस्ति सूत्रस्य छन्दोवत् भूत्वा तस्य वैयाकरणः कथं चिन्तयति इति दत्तमस्ति करपत्रे. किन्तु प्रक्रिया अवसरे तस्य केवलं या स्थाने इय आदेशः भवति इति एव अर्थम् अस्ति. किन्तु या कथं या भवति अन्ये वैयाकरणः वदन्ति अतो या सियः इति भवेत् इति, अतो ये यः इति नास्ति, अतो या सियः. यासुप् इत्यस्य सकारः भवतु इति तत्र मतभेदः अस्ति. मतभेदः अस्ति आदि यदि तत्र अतो या यासीयः इति स्वीकृत्य अहं सलोपानन्दस्य उल्लेखः एव न करणीयं वा? हा तत्र यास् इत्यस्य स्थाने इय सिम्पल् किमपि आवश्यकं नास्ति. यु केन् टच् युर् नोस् लैक् द स्ट्रेट् instead of going no, behind your head but my question is that when the sutra says ato yeye yeah we should use it as ato yasiha. Is it that what you are saying? Some vyakarana are saying that it should be ato yasiha, not ato yeyah. Simple bhavati. All this going round and round in circles to explain mahodaya need not be there. Vadadu bhagini, यथा पूर्वम् उक्तम् अहम् अवगच्छामि या अतो येयः इति कथम् आगच्छति इत्यस्य कृते तत्र वर्णनं दत्तम् इति, भो भगो अघो अपूर्वस्य योषि तत्सर्वं. किन्तु अस्माकं करपत्रे परस्मैपदि विधिलिङ्ग् लकारेषु यासुट् परस्मैपदेषु धातो णिच्च इति आगच्छति. तत्र यास् इत्यस्य एव या इति आदेशः भवति. तदनन्तरम् आत्मनेपदी यदा गच्छामः तत्र किमर्थं चेत् यासुट् परस्मैपदेषु दात्तो णिच्च इति लिङ्गः सियुट् इत्यस्य अपवादः. विधिलिङ्गपि णित् अस्ति, तदा तथापि लिङ्गः सियुट् इत्यस्य अपवादं कृत्वा यासुट् इति परस्मैपदी विधिलिङ्गेषु आगच्छति. तदनन्तरम् आत्मनेपदी विधिलिङ्ग् लकारेषु लिङ्गः सियुट् इति आगच्छति. यथा लिङ्गः सियुट् आगच्छति तत्र लिङ्गः सलोपोऽनन्तस्य इति सूत्रम् आगच्छति. अस्माकं करपत्रे परस्मैपदीषु लिङ्गः सलोपोऽनन्त्यस्य इति न पाठितम् न पठितं. तत्र यत्र अस्ति तत्र या टित् या भूत्वा यास् इति तिष्ठति, तस्य एव य इति आदेशः भवति अतो येयः इत्यनेन. तत्र तत्र सूत्रं न पठितं महोदय, वयं न पठितवन्तः. परस्मैपदेषु निच्छा इति सूत्रस्य विवरणे अस्तु. तत्र लिङ्ग्लकारस्य परस्मैपदी प्रत्ययानां यासुट् आगमो भवति, स च आगमो निद्वत् विधिसूत्रम् अधिदेशसूत्रं च. लिङ्गः सियुट् इत्यस्य अपवादः. तदनन्तरम् आद्यन्तौ टकितौ इत्यनेन यासुट् प्रत्ययात् प्राक् आयाति. यासुट् प्रथमान्तं परस्मैपदेषु सप्तम्यन्तम्, उदात्तः प्रथमान्तं, नित् प्रथमान्तं च अव्ययपदम् अनेकपदम् इदं सूत्रं. लिङ्गः सियुट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं लिङ्गः लस्य परस्मैपदानां व्यासुट् उदात्तः णित् च इति. तत्र अतो येयः तदनन्तरम् आयाति. तत्र तत्सूत्रे दत्तम् अदन्तात् अङ्गात् सार्वधातुकप्रत्ययस्य यास् आगमस्य स्थाने ई आदेशो भवति इति. यदि यदि लिङ्ग लिङ्गलोपो अनन्तस्य सूत्रम् अत्र नास्ति चेत् अस्मिन् समये पूभगो अगो अपूर्वस्य योषि सूत्रं प्रसक्ति अस्ति वा? नास्ति. इत्यस्य विवरणस्य कृते एव दत्तं तत्र वैयाकरणाः. आं तव तदेव मम चिन्तनं. भिन्न अभिप्रायाः भवन्ति, तदपि तत्र डिबेट् एव अस्ति इति मन्ये. तत्र हौ केन् यु डू भो भगो एण्ड् देन् कम् बेक् अगेन् फार् प्रक्रिया वैया दिस् इस् अतो येयः सप्तम अध्याये अस्ति तत्र सपोजिङ्ग् वयं यास् इत्यस्य सकारस्य लोपः सर्वं कृत्वा अनन्तरं सप्तम अध्याये कथम् आगन्तुं शक्नुमः सप्तमध्याये तत्र लिङ्गसलोपानन्तस्य किं वदति सार्वधातुके लिङ्लकारस्य प्रत्यये यः सकारः अनन्त विद्यमान तस्य लोपः भवति न अन्त तत्र यः विच् इस् नाट् द एण्ड् अत्र यास् अनन्तरं अस्ति न आत्मनेपदी बहुवचनान्तं खलु ईरन् इति लिङ्गः सलोपोऽनन्तस्य इति आयाति एतत्तु परस्मैपदी परस्मैपदी परस्मैपदीनाम् अपि अष्टाध्यायी डाट् काम् मध्ये पट् योगः जोगः जी तत्र उदाहरणे तदेव लिङ्गस्वलोपानन्दस्य इति दत्तमस्ति इति कृत्वा या यस् यास् इति सा या भवति तदनन्तरम् अतो एः इति ई भवति लिङ्गस्वलोपानन्दस्य अष्टाध्यायीं पश्यति चेत् तत्र द्वितीय उदाहरणे पट् योगः लिङ् इति विधिनिमन्त्रण इत्यस्य उदाहरणं तत्र एकवारम् अष्टाध्यायी डाट् काम् मध्ये अस्ति पार्श्वेपदे विदिलिङ्ग् दातुं लिङ्गस्वलोपनान्त्यस्य सूत्रं न दत्तम् आत्मनेपदेषु एव दत्तं तदेव विजय उषा भगिनी क्वश्चन् आं भगिनि धन्यवादः वयं न दृष्टवन्तः कथं सकारः लोपः भवति इति मम चिन्तनम् अधुना एव लिङ्गः श्रीयुट् इति सामान्यसूत्रं यासुटागमसूत्रम् इस् अपवादसूत्रं सो अपवादसूत्रेण यास् एव आगच्छति तु वि हाव् टु थिङ्क् अबौट् ओन्ली यास् सो यदा उषा भगिनी उक्तवती तत्र भगो एव कार्यं करोति को भगो एवन् दु इट् इस् इन् अष्टम अध्याये देर् आर् अपवादसूत्राणि सन्ति वट् वि नो दट् सपादसप्ताध्यायां प्रति तत्र त्रिपाद्यां यद् सूत्रमस्ति तस्य कार्यमेव तत् न पश्यति इति वयं जानीमः परन्तु त्रिपाद्यसूत्राणाम् अपि अपवादसूत्राः सन्ति तदेव तत्र हसि च इति सूत्रं कार्यं करोति न तदपि पूर्वत्र सिद्धत्वादेव किमपि कार्यं भूत्वा हसि च इति तत्र सम् अदर् सूत्रमस्ति वंशी भगिनी यु रिमेम्बर् सम् अदर् अपवादसूत्रेण सम् पर्टिक्युलर् वर्ड् इस् देर् दट् इस् वै दट् सूत्रं कार्यं करोति कुत्र कुत्र कुत्र सी पूर्वसिद्धम् इति न न न एतत्तु भो भगवतु तत्र सूत्रस्य विवरणमेव अस्ति भगिनि तत्र यास् इत्यस्य विवरणं नास्ति मम नोट्स् मध्ये अहं दृष्टवती किम् उक्तवती विद्या भगिनी इत्युक्ते तत्र सूत्रस्य विवरणमेव दत्तं तस्मिन् विषये एव एतत् सर्वं तत्र करपत्रे लिखितं परन्तु यास् इत्यस्मिन् सकारः कथं लोपः भवति इति वयं न पृष्टवन्तः इति मम चिन्तनं यतोहि विदुर्लिङ्गने अष्टाध्यायी डाट् मध्ये पट् इति लिङ्गस्वलोपानन्दस्य विवरणं समीचीनं तत्सूत्रं कार्यं कर्तुम् अर्हति विधिलिङ्ग्लकारस्य इति केवलम् उत्तरस्य तत्र परस्मैपति वा आत्मनेपति इति कुत्रापि न उक्तं कुत्रापि न सामान्यसूत्रं लिङ्गसलोपानन्दस्य इति अपवादसूत्रस्य के उल्लेखः एव नास्ति अत्र उपरि अस्ति नै अथ वेर् दिस् इस् गिवेन् यु नो लिङ्गः लिङ्गः सियूट् इति सामान्यसूत्रं तस्य अपवादः यासूट् परस्मैपदेषु धातूनि च अतः लिङ्गः सियूट् इत्यस्य कार्यं नास्ति परस्मैपदेषु मम अवलोकनं किमिति अहं वक्तुम् इच्छति. अतो ये ये सूत्रविषये एव सजुषोरु भो भगो पूर्वस्य येषां प्रसक्तिः एवं वेद वैयाकरणः भेदमस्ति तयोः चिन्तने मतद्वयमस्ति. किन्तु तेषाम् उल्लेखः प्रक्रियावसरे तस्य प्रभावः कस्य कथं भवति इति न उक्तम्. तस्य प्रक्रिया कथं कुत्र भवति चेत् वयं दृष्टवन्तः अष्टाध्यायी डाट् मध्ये अस्ति माताजीनां सहजबोधः अस्ति. तत्रापि लिङ्ग् लिङ्गस्थलोपे इति कारणेन एव यास् या इय भवति या भवति सलोपानन्तरं या तिष्ठति या सियुट् ये अतो ये इति कारणेन या स्थाने ई आदेशः भवति इति सहजबोधे अपि दत्तमस्ति. सूत्रमपि कार्यं करोति खलु किं किम् नो चेत् महोदय अत्र अत्र अग्रिमकक्षायां पृच्छामः अग्रे गच्छतु. अहमेकं वक्तुमिच्छामि भोभगो अगो अपूर्वस्य योषि तु संहितायां भवति इत्युक्ते सन्धिकार्यम् अस्ति अत्र केवलं सन्धिकार्यम् इति तदेव स्पष्टतया ज्ञायते. अन्यत् तु लिङ्गः सलोपो अनन्त्यस्य इत्युक्तु अङ्गात् इति अस्ति अतः सन्धिकार्यं तु नास्ति इति ज्ञायते. अस्तु तत्र उत्तमपुरुषरूपम् अपि वदतु भगिनि. कुत्र स्मः वयं विधिलिङ्ग् विधिलिङ्ग् उत्तर विधिलिङ्ग् उत्तमपुरुष मध्यमपुरुष खलु मध्यमपुरुष उत्तमपुरुष जी तत्र एव जूस् जोर्ज् जेर् जूस् इति इदानीं सिप् विधिलिङ्ग् परस्मैपदि मध्यमपुरुष एकवचनम् ई आदेशः भवति ईह ईः सिप् शोभाभगिनी वदति वा मीनाभगिनी वदति वा यास् परस्मैपदेषु दातुम् इच्छेति सूत्रेण यास् योगः सि तत्र लिङ्गः सलोपानन्त्यस्य सूत्र भवति वा न वा इति क्वश्न बल नक्सेप्टबल् नौ फोर् द टैम् या योगः सि तदनन्तरं या इतश्चेति सूत्रेण सि इति प्रत्यय इकारः लोपः या युस् अतो अतोयः इति सूत्रेण या इ भवति आकारस्य इ भवति इ योग इस् लोपो इ इस् सजचोरुः इति इरु धन् करवसाने विसर्जनीयते इः सम्यक् वा सम्यक् मध्यम द्विवचने किमस्ति मध्यमपुरुषद्विवचने इतम् इत इति इतम् इत तं यासु तदनन्तरं यासु तस् भवति तस् तत्र सिप्तस्त यास् योगः तस् तदनन्तरं लिङ्गस्वलोपो अनन्त्यस्य या योगः तस् तस्तस्तमिपं तां तं तामः इति सूत्रेण या योगः तम् अतो एकः इति इञ्जि योगः तं लोपो व्यडेस इदं तथैव इद तथैव इद योगः मध्यमपुरुष अपि ऐ मीन् उत्तमपुरुष अपि उत्तमपुरुष उत्तमपुरुष इयम् इयं भवितव्यं वा इयं भवितव्यं अं तत्र यास् योगः वदतु वदतु. अम् आदेशः भवति न मिप् स्थाने तस्थस्थम् इमां तान् तन् तामः इति सूत्रेण अम् आदेशः भवति. तदनन्तरं यासुट् आगमः भवति. यासुट् आगमः भवति लिङ्गस्वरोपणं चस्यति या मिप् भवति इत्यस्य सूत्रेण न न तस्थस्थामिपम् आम् आम् आम् आं भवति या या अम् याम् भगिनी कथं करणीयं सर्वप्रथमम् उत्सर्गसूत्राणां प्रक्रिया वदतु तदनन्तरं विशिष्टसूत्राणां तस्थस्थम् इमां तान्तमः इति सर्वं ङित् अस्ति चेत् लकार ङित् अस्ति चेत् तत्र दीयते इति कृत्वा सर्वप्रथमं तस्थस्थम् इमां तान्तन्तामः इति सर्वप्रथमम् आयाति. तदनन्तरं विधिलिङ्ग् अस्ति कृत्वा यासुट् आगमः भवति इति तदनन्तरं यासुट् योगः तिकारलोपानन्तरं यास् योगः अम् इति स्थिते यास् सकारस्य लोपः भवति किमपि सूत्रं किमपि सूत्रं भवेत् या या योगः अम् भवति तत्र या प्रथमं वक्तव्यं वा सर्वप्रथमं उत्सर्गसूत्राणां विवरणं वदामः चेत् यास् इत्यस्य आदेशः इति वदामः चेत् तत्र चिन्तनं किमर्थं सकारस्य किं भवति इति. यास् इत्यस्य स्थाने आदेशः इदानीम् इ इति भवति इति उक्तं खलु. तत्र तु चिन्ता अतो येयः पुनः यत्र अदन्तम् अङ्गम् अस्ति तत्र किं भवति इ इति आदेशः भवति इति वदति. यास् इत्यस्य स्थाने इ आदेशः इति उक्तं खलु. भवती किम् उक्तं तदेव मया उक्तं तत्र सकारस्य लोपस्य विषयः इदानीं किमर्थं चिन्तनम् इति अहं न जाने. यास् इत्यस्य स्थाने आदेशः भवति खलु इ इति आदेशः अस्ति. यास् इत्यस्य स्थाने सम्पूर्णतया इ आदेशः भवति तदा किमर्थं सम्पूर्ण यास् स्थाने इ आदेशः न भवति न इति भवति चेत् सम्यक् ये यः इति अस्ति इति कृत्वा एव सूत्रे अस्ति किन्तु तस्य अर्थः तु या सागमस्य स्थाने ई आदेशः इति उक्तं खलु. आम् आम् वृत्तिग्रन्थेषु यदस्ति तदेव अस्माकं अतः तत् सूत्रं येयः इति दत्तं तथापि सूत्रस्य अर्थः तु यास् सागमस्य स्थाने इ आदेशः अतः तत्र सकारस्य किम् अभवत् इति प्रश्नः एव नास्ति इति मम चिन्तनं न जाने. महोदय अन्य एकम् अंशं वदामि वा तत्र लिङ्गः सलोपोऽनन्तस्य इत्यस्मिन् लिङ्गः सलोपः अनन्त्यस्य इति दत्तत्वा तत्र सार्वधातुकलिङ्गः अनन्त्यस्य सकारस्य लोपो भवति इत्युक्ते तत्र अन्ते नास्ति सकारः तस्य यास् इत्यस्य अन्त्यसकारः सियुट् इत्यस्य आदौ सकारः तत्र अनुवृत्तिसहितसूत्रमस्ति अङ्गात् सार्वधातुकस्य लिङ्गः अनन्त्यस्य स लोपः इति अस्ति. तत्र लिङ्गः सियुट् इत्यस्य सियुट् इत्यस्य टित् भूत्वा सि इति तिष्ठति आदौ सकारः अस्ति अन्ते नास्ति अनन्त्यः इति तत्र यास् स्थाने इ भवति आफ्टर् आल् द भोभगो अण्ड् आल् दोस् थिङ्ग्स् न न तत्तु तत्तु सूत्रस्य कृते एव किन्तु यास् इत्यस्य स्थाने भवति इति उक्तत्वात् अपि तत्र या इति तु दर्शितं कथं भवति इति सकारस्य लोपः तत्र समानम् एव स्वीकृतम् इति दृश्यते यास् अपि या सूत्रे या इति डस् नाट् नेसेसरी मीन् आदौ किन्तु यास् इत्यस्य यथा पूर्वं भवत्या उक्तवन्तः यास् इत्यस्य एव इति आदेशः भवति. किन्तु अत्र अनदन्तम् अङ्गम् अस्ति चेत् यास् इति तिष्ठति, तत्र सकारः कुत्र गच्छति, कथम् अपगच्छति इति प्रश्नः भवति. किन्तु अस्माकं विषये तु केवलम् अदन्तम् अङ्गम् अस्ति. इदानीं तु परस्मैपदीविषयः अस्ति, अदन्तम् अङ्गमपि अस्ति, अतः यास् इति आगमस्य स्थाने इ आदेशः एव भवति इति मम भाति. किन्तु भगिनि, यदि ई भवति तदनन्तरम् अम् अस्ति, बलादि नास्ति, सो इयम् इयं भविष्यति. कुत्र यदि उत्तमपुरुषे एकवचने भवति खलु, उत्तमपुरुषे एकवचने तु इयं तु भवति एव, समीचीनमेव खलु. लक्ष्मी भगिनी, अतो ये ये सूत्रस्य अष्टाध्यायी डाट् मध्ये किं दत्तमस्ति, सर्वधातुकलिङ्लकारस्य प्रत्यये यासुत् परस्मैपदिधातुषु ङ्यच्च इत्यनेन यासुत् आगमः भवति. अस्य आगमस्य या इत्यस्य अनेन सूत्रेण ई आदेश विधीयते, न तु यास् इत्यस्य ई आदेश. अस्तु, मम स्मरणं चिन्तनं तत्र उच्चारणार्थं सकारः अस्ति इति भगिन्या उक्तम् इति मम स्मरणं, किन्तु इदानीं तु तावत् स्पष्टता अपि नास्ति. एवं किन्तु सलोपानन्दस्य तत्रापि सकारस्य लोप तत्र परस्मैपति आत्मनेपति इति अन्यं विशिष्टम् इति न दत्तमस्ति इति कृत्वा विधिलिङ्ग् एव उक्तं तत्र. हा, विधिलिङ्ग् उक्तं, तत् पियुट् इति भवति, पुनः परस्मैपदेषु तत् सूत्रं परस्मै यासुट् परस्मैपदेषु धातो ङिच्च इत्यनेन यासुट् आगमः भवति अपवादेन. अस्माकं तु परस्मैपदी क्रिया, ऐ मीन् पदम् एव इति कृत्वा, धातुः एव इति कृत्वा तदेव सूत्रं कार्यं करोति. यास् आगच्छति, पुनः अदन्तम् अङ्गम् इति कृत्वा ई आदेशः इति चिन्तितवती. यतोहि अष्टादे डाट् काम् मध्ये द्रष्टव्यं, सकारः तत्र न उक्तं वा? प्रायः सा इति उच्चारणार्थं भवति इति भगिन्या उक्तम् इति मम स्मरणं, किन्तु स्पष्टता नास्ति. अस्तु, आत्मनेपदिधातुषु रूपाणि लट् लट् एवं लोट्, अतः शोभा भगिनी वदति वा लट् लकारस्य आत्मनेपदीरूपाणाम्? आं महोदय, लट् लकारे तत्र पुनः मूल आत्मनेपदानां कृते मूलप्रत्ययाणि त आतां झ था साथां ध्वम् इड् वहि महिङ् अपि च सिद्धप्रत्ययाः ते इते अन्ते से इथे द्वे ए वहे महे. तत्र आत्मनेपदेषु सियुट् इति आगमस्य प्रामुख्यमस्ति. उत्सर्गसूत्रं किमस्ति सर्वप्रथमम् आत्मनेपदानां? टित्सु आत्मने, टित्सु टित आत्मनेपदानां टेरे इति आधिक्येन भवति सर्वत्र. सर्वत्र लटि अपि लोटि टित्सु लकारेषु इति उक्तत्वात्. ता इति प्रथमं तत्र टित आत्मनेपदानां टेरे इत्यस्य इत्यस्य सूत्रस्य प्रसक्तिः. तत्र टी भागस्य विषयः, अचोन्त्यादि टी इति अन्त्य अच् वर्णस्य टी संज्ञा भवति इति एतेन सूत्रेण. तत्र ता इत्यस्य तकारः योगः अकारः, तर्हि अन्तिमा अकारः एव अच्वर्णः. तत्र तु टित आत्मनेपदानां टेरे इत्यनेन तस्य एकारः भवति, तत्र तावदेव कार्यं, ते इति भवति. अनन्तरम् आताम् इति पुनः तत्रापि आताम् इत्यस्य आम् इति टि भागः तितात्मनेपदानां तेरे इति नेन तत्र ए भवति आते इति अधुना अथवा आत् योगः ए तदनन्तरम् आतोणितः इति सूत्रेण तत्र एकनिमिषं महोदय अधुना स्मरामि आतोणितः इत्यनेन तत्र अन्तिमरूपं तु आस्थाने ई भवति भगिनि आस्थाने ई भवति आस्थाने इया भवति इया योगः आते इया योगः करोमि आतोणितः इत्यनेन तत् पूरितं तदनन्तरम् अग्रे वल् प्रत्याहारवर्णः अस्ति ते इति कृत्वा लोपो व्योर्वलि इति सूत्रेण यकारस्य लोपः ई एव तिष्ठति अतः ई योगः ते इति भवति तत्र सम्यक् अग्रे झा इति बहुवचने झा इत्यस्य तत्र झकार अवयवस्य झोन्तः इत्यनेन अन्त् इति आदेशः भवति अपि च अकारस्य पुनः टीसंज्ञा अतः आत्मनेपदानां तेरे इत्यनेन ए इति आदेशः अतः अन्ते इति भवति अन्त्योगः ए थास् इत्यस्य तत्र विशिष्ट सूत्रं थास् इत्यस्य स्थाने तत्र सम्पूर्ण थास् इत्यस्य स्थाने से इति आदेशः भवति थासः से इति अतः तत्र से इति अन्तिमरूपं निष्पन्नम् आथाम् इत्यस्य तत्र पुनः टितात्मनेपदानां तेरे इति आगच्छति आथ योगः आम् तत्र ए आम् इत्यस्य ए भवति आथे इति भवति पुनः तत्र आतोणितः इत्यनेन आ इत्यस्य इया इति आदेशः तदनन्तरं लोपो व्योर्वलि इत्यनेन यकारस्य लोपः इ एव तिष्ठति इति भवति ध्वम् इत्यस्य अपि अन्ते अम् इति टित् टि भागः अम् इत्यस्य टितात्मनेपदानां टेरे इत्यनेन एकारः अनन्तरं किमपि कार्यं नास्ति ध्वायोगः एकारः द्वे इति भवति इड् इत्यस्य तत्र अन्ते डकारः अतः तत्र हलन्त्यम् इति सूत्रेण डकारस्य इत्संज्ञा अपि तस्य लोपः इत्यनेन लोपः ई एव तिष्ठति ई एव आच्यवर्णः अस्ति तत्र इति कारणात् स्थितात्मनेपदानां टेरे इत्यनेन इका ई इत्यस्य ए भवति अपि च तदेव तिष्ठति ए इति अन्तिमरूपं वहे इत्यस्य वह् योगः ई वहि इत्यस्य वह् योगः ई इति टीसंज्ञा तत्र तित आत्मनेपदानां तेरे इत्यनेन ई इत्यस्य ए आदेशः भवति वह् योगः ए वहे भवति महिङ्ग् इत्यस्य अन्त्यणकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा तस्य लोपः इत्यनेन लोपः महि इति तिष्ठति महि इति इत्यस्य अपि अन्ते इकारः अच् वर्णः अतः तत्र टीसंज्ञा भवति टित आत्मनेपदानां टेरे इत्यनेन न अचोन्त्यादि टि इत्यनेन टि संज्ञा भवति टित आत्मनेपदानां टेरे इत्यनेन इकार इ इत्यस्य ए आदेशः भवति मह्योगः ए महे इति अन्तिमरूपं निष्पन्नः भवति किमपि प्रत्ययः पित् अस्ति वा किमपि प्रत्ययचित् अस्ति वा इति वा प्रश्नः महोदय? इत्युक्ते कुत्रापि टि संज्ञा भवितुम् अर्हति इति वा? न, किं शेर्यपि च आडुत्तमस्य पि च एतानां कृते पितृत्वं विद्यते न, अत्र इस्मिन् अत्र लट् लकारस्य टिप्त् अस्ति तत्र परस्मैपतीनां प्रथम पुरुष मध्यमपुरुष उत्तमपुरुष एकवचनं सर्व त्रीणि त्रीणि पित् अस्ति, अन्य अन्यत् अन्ये अपित् अस्ति. अत्र आत्मनेपदानां विषये किम् अस्ति, पित् अस्ति वा किमपि? पित् तत्र मूलप्रत्ययेषु पित् नास्ति एव, पित्त्वं नास्ति, विधिः अपि नास्ति. विधि तत्र आडुत्तमस्य पिच्चेतनेन पित्वम् अपि च विधिः अपि भवति, आट् आगमः भवति अपि च पित्वम् आरोपितम्, अतः तत्र अतिदेश अपि विधिसूत्रं भवति. तत्र तत्र तिप् सित् मिप् इति एकवचने सर्वत्र पित् इति अस्ति, किन्तु उत्तमपुरुषे आडुत्तमस्य पिच्च इति तत्र पुनः तत्र पित्वम् आरोपयति. मिप् इत्यस्य तु अस्ति किन्तु वस् मस् इत्यस्य आरोपितं भवति. अत्र आत्मनेपदानां विषये किमपि पित्वं नास्ति, पित्वं नास्ति, पित्वं लोट् लकारे एव, लोट् लकारे एव. ओ अस्तु, सत्यं, तत्र लोट् है महै तत्र एव. हा तत्र सिद्धरूपाणि तत्र सारी तत्र द्विवचने बहुवचने आवहै आमहै इति दृश्यते इति कृत्वा तत्र आट् आगमः भवति इति ज्ञातुं शक्नुमः. तत्र आट् आट् इत्यनेन आ इति द्विवचने बहुवचने भवति इति. अस्तु, धन्यवादः भगिनि. धन्यवादः. लोट् लकारस्य शीघ्रं भवति चेत् सूर्यकुमारी भगिनी वदति वा लोट् लकारस्य आत्मनेपदीरूपाणाम्? आम् आम् महोदय, लोट् क्षम्यताम्, मूलप्रत्यया किं सिद्धप्रत्यया किम्? आत्मनेपदि लोट् लकार ता आताम् ता आताम् च शून्यं न लोट् लकारस्य आत्मनेपदे आत्मनेपदरूपाणि वदतु. ता मूलप्रत्यये ता आतां च तास् आतां त्वं इत् वहि महिङ् आत्मनेपदि लोट् लकार प्रथमपुरुष तास्थाने सर्वप्रथमं उत्सर्गसूत्रं किमस्ति वदतु. उत्सर्गसूत्रं द्वे सूत्रे सर् आम् आम् लोटो लङ्वत् तितात्मनेपदानां पेरे सर्वत्र विधीयते. तदि मनसि अस्ति चेत् सरलं भवति. एत एत ऐ अपि तत्र प्रथमपुरुषे एकवचनमस्ति, स्थाने स्थाने टि भागस्य स्थाने ये आदेशः भवति टित आत्मनेपदानां टेरे सूत्रेण स्थाने आमेतः सूत्रेण आम् आगच्छति आदेशः भवति. तायो द्विवचनं द्विवचनम् आताम् आताम् आम् भाग अस्ति चेत् आते भवति टित आत्मनेपदानां ठेरे सूत्रेण आतो नितः इत्यनेन नास्ति न आमेतः ओ अत्र आमेतः अस्ति आम् आम् आताम् इति आम् आत्मनेपदानां टेरे इति सूत्रेण आते भवति अत्र एकारस्य पुनः आदेशः भवति आम् आदेश इति कृत्वा यथा पूर्वं तदावत् भवति आमेतः आमेतः तदनन्तरं बहुवचने आतोनेतः इत्यनेन आस्थाने इय आदेशः भवति न भगिनि आतोनेतः कुत्र इताम् इति भवनीयं खलु लोट् लकारे आताम् इत्यस्य इताम् इति करणीयं खलु आतोनितः सूत्रेण ये आदेशः भवति लोपो व्योर्वलि सूत्रेण यकारलोपः भवति इतां भवति सम्यक् बहुवचनं जा मूलप्रत्यय जा अस्ति जो अन्तः सूत्रेण अन्त् आदेशः भवति आ टि भागः अस्ति चेत् ते भवति अन्ते भवति ते स्थाने आमेतः स्थाने आं भवति अन्तां भवति लोट्लकारं मध्यमपुरुष सिद्धतिन् प्रत्ययः अस्ति स्वा क्षम्यताम् लोट्लकारमध्यमपुरुष तास् क्षम्यतां तास् अस्ति तास् स्थाने तासः से सूत्रेण से आदेशः भवति से स्था ये अन् ये ये स्थाने सा परस्य ये स्थाने वा आदेशः भवति स्वाभ्यां वामौ सूत्रेण अन्तिमरूपं स्वा भवति मध्यमपुरुष द्विवचनं आतां मूलप्रत्ययः अस्ति आं त्रिभाग आते भवति तदनन्तरं आतेनतः इस्तनेन इय आदेशः भवति आमेतः इत्यनेन पुनः आतां भवति देन् आतोङितः आं क्षम्यताम् आतोनितः सूत्रेण इय आदेशः भवति लोपोव्योर्वलि सूत्रेण यकारलोपः भवति इतां भवति बहुवचनं मूलप्रत्ययः अस्ति त्वं सिद्धप्रत्यय अपि त्वं प्रथमम् अम् अस्ति टि भागः द्वे भवति तिता आत्मनेपदानां ठेरे सूत्रेण तदनन्तरं वा अस्ति चेत् वा परे एकारस्थाने अम् आदेशः भवति स्वाभ्यां वामो सूत्रेण अन्तिमरूपं द्वम् एव उत्तमपुरुष मूलरूपमस्ति इद् अलन्त्यमित्यनेन डकारलोपः ई स्थाने ये भवति कित आत्मनेपदानां ठेरे सूत्रेण आडुत्तमस्य पिच्छा सूत्रेण आट आगमः भवति टकारलोपः भवति आ एव अवशिष्यते आयोगः ये एत ऐ सूत्रेण वृद्धि भवति ऐ भवति तदनन्तरं आटश्च इति सूत्रेण आगमत् एकरूप एकवृद्धि एकादे वृद्धिरेचि अपि एकरूपं भवति. भेदः किम् आटश्चापि च वृद्धिरेचि इति सूत्रस्य द्वयोः भेदः किं समानमेव. आटागमम् अस्ति कृत्वा आटश्च भवति. आटस्ति आटश्च आट् आगमः नास्ति चेत् वृद्धिरेचि भवति अर्हति. ओ ऐ से अत्र आट् आगमः अस्ति न इति कृत्वा आटश्च इति आटच्च. आम् मध्यमपुरुष उत्तमपुरुषद्विवचनं मूलरूपम् अस्ति वहि. ई भागे टी टी भागः इकारः वहे भवति पितात्मनेपदानां ठेरे सूत्रेण. इदमपि आडुत्तमस्य पिच्च सूत्रेण आगमः भवति. डकारलोपः आ अवशिष्यते. आ वहे प्रथमं भवति तदनन्तरम् आटच्च सूत्रेण वृद्धि भवति. तदुक्तम् एकार ऐकारं भवति न एत ऐ इति सूत्रेण एत ऐ आवहै आवहै तदेव महिङ्ग् उत्तमपुरुषबहुवचनं महिङ्ग् नकारलोपः हि इकारस्थाने एकारः स्थितात्मनेपदानां ठेरे सूत्रेण आडुत्तमस्य पिच्छ सूत्रेण आगमः भवति. आ योगः महे एत एत ऐ सूत्रेण ऐ भवति आमहै अन्तिमरूपं. धन्यवादः भगिनि धन्यवादः. अत्र स्थगयामः. समय अतीत. धन्यवादः सर्वेभ्यः. बहु धन्यवादः. धन्यवादः धन्यवादः धन्यवादः महोदय.